नमः सर्वेभ्यः समासचिन्तनवर्गे सर्वेषां स्वागतम्। ॐ वेदाक्षरसमाम्नाय अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनीं सूत्रकारञ्च प्रणतोऽस्मि मुनित्रयम्। आयि उन् Can't hear you? No, no, we cannot hear you, Mohdaya. Yeah. No. My voice... And now I can... But you break... It seems to be breaking, Mohdaya. Every now and then... Okay. Okay, let me just change my headphone. One minute. Is it only for me? Gomati Bhagini, you are able to hear him? No. His voice is breaking. Okay. That was not good. Because you were okay. Telling him, I kept quiet. Yeah. Okay. Is it better now? Yeah. Yes. Yes. Yeah. Is it better now? Yes, Mahodaya. Yes. Oh, yeah, of course. No problem. Yeah, we can hear you. Hello? Yeah, we can hear you, Mahodaya. Hello? Yeah, we can hear you, Mahodaya, very clearly. Hello. We can hear you, Mahodaya. Namaste, Mahodaya. Yeah, but I'm not able to hear you. Now can you talk? Can we? Yeah. Now we can hear. Yeah, now it's okay. Right. Okay. Yeah, can you stand the sutras? Abhijava sutras? Reading is okay, right? Not chanting. Okay. Avyayi bhavaha avyayam vibhakti samipa samruddhi viruddhi artha bhava atyaya asamprati shabda prator bhava paschat yata anupurya yogapadya sadrishya sampatti sakalyanta vachaneshu yata sadrishye yavad avadarane supratina matrate akshashalaka sankhya parina parina. I hear the echo. Vibhasha apaparibahiranchavaha panchamya aang maryadhari vidyoho lakshane nabhe nadhi abhimukye anuryat samaya yasya chayamaha tishtatgu prabhruti nicha pare madhye shashtyava sankhyavamshena नदीभिश्च अन्यपदार्थे च संज्ञायाम्। धन्यवादः भगिनि। ऐ थिंक सम प्रॉब्लम विद द इश्यू टुडे विद द एकोइंग एंड हेडफोन। ओके सो गतवर्गे विद्याभगिन्या वर्गे तिष्ठद्गु प्रभृतीनि इति अव्ययीभावसमासस्य पठनम् अभवत्, तस्य पुनः आवर्तनं कुर्मः। एकादश सूत्रमस्ति तिष्ठद्गु प्रभृतीनि च. तस्य गोमती भगिनी पठति वा? आं महोदय, पठामि पठामि. एकादशबिन्दुः तिष्ठद्गु गणे पठिताः शब्दाः सुबन्तेन सह समस्यते, अव्ययीभावसमासः च भवति. तिष्ठद्गु प्रभृतीनि च, तिष्ठद्गुगणे पठितानां शब्दानां निपातनं क्रियते, तेषाम् अव्ययीभावसंज्ञा भवति. एकानि निपात्यन्ते. निपातनं नाम अस्मिन् गणे ये शब्दाः उक्ताः ते साधुशब्दाः, तेषाम् अव्ययीभावसंज्ञा भवति. यानि समस्तपदानि साक्षात् सूत्रेण उच्यन्ते प्रक्रियां विना, तानि निपातनानि. अर्थात् ये शब्दाः अन्यसमासेषु न प्रयुज्यन्ते. अस्मिन् गणे बहवः शब्दाः सन्ति. अस्मिन् गणे ये शब्दाः सन्ति तेषां निपातनं क्रियते, अव्ययीभावसमासः च भवति. सूत्रस्थः च इति शब्दः एव इति अर्थे प्रयुक्तः अस्ति. तिष्ठन्ति गावः यस्मिन् काले सः तिष्ठद्गु दोहनकालः. तिष्ठद्गु प्रभृतिः आदिः येषां तानि तिष्ठद्गु प्रभृतीनि बहुव्रीहि. तिष्ठद्गु प्रभृतीनि प्रथमा बहुवचनान्तं च अव्ययम्. विभाषा इत्यस्मात् सूत्रात् विभाषा इत्यस्य अनुवृत्तिः, प्राक् कटारात् समासः इत्यस्य अधिकारः अस्ति. समर्थः पदविधिः इति परिभाषासूत्रस्य अर्थः अपि उपस्थितः भवति. अव्ययीभावः इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रं तिष्ठद्गु प्रभृतीनि च सुपः सुपासः, अव्ययीभावः समासः विभाषा. तिष्ठद्गु प्रभृतीनि च इति सूत्रं द्विपदमस्ति. तिष्ठद्गु प्रभृतीनि एकं पदं, च इति अन्यपदम्. तिष्ठद्गु प्रभृतीनि प्रथमा विभक्तमस्ति, च इति अव्ययमस्ति. तिष्ठद्गु प्रभृतीनि इत्युक्ते तिष्ठद्गु आदयः, प्रभृतीनि इत्युक्ते आदयः. तिष्ठद्गु आदयः, तिष्ठद्गु इत्युक्ते तिष्ठद्गु एकम् एके गणे अस्ति. तिष्ठद्गु गणम् इति एकं गणमस्ति. तस्य गणस्य प्रथमशब्दः अस्ति तिष्ठद्गु. तिष्ठद्गु गणे बहवः शब्दाः सन्ति. तिष्ठद्गु इति पदं सूत्रे निपातानि निपातमस्ति. तिष्ठद्गु इति पदस्य सुबन्तेन सह तिष्ठद्गु इति पदं सुबन्तेन सह समस्यते, अनन्तरम् अव्ययीभावसमासः भवति. अत्र वयं किमपि अव्ययशब्दं अव्ययशब्दः न पश्यामः. तिष्ठद्गु प्रभृतीनि शब्दाः सुपः सुपासः, अव्ययीभावसमासः विभाषा. तिष्ठद्गु अत्र सूत्रस्थः यदस्ति तिष्ठद्गु इति अस्ति, तदेव शब्दः समासे प्रयुक्तः. तस्य अर्थः भवति तिष्ठन्ति गावः यस्मिन् काले सः तिष्ठद्गु. तिष्ठद्गु कालं सूचयति, दोहनकालं सूचयति. गो इति शब्दस्य योजनेन तिष्ठद्गु, तिष्ठद्गु गावः यस्मिन् काले सः तिष्ठद्गु दोहनकालः. तिष्ठद्गु प्रभृतीनि इति बहुव्रीहिसमासः, च अव्ययम्. तावदेव महोदय. परन्तु अत्र अहं च इति अव्ययस्य अर्थः न अवगच्छामि. सूत्रस्थः च इति शब्दः एव इति अर्थे प्रयुक्तः. तत्र च इति शब्दस्य अर्थं भवति एव, तिष्ठद्गु प्रवृत्तीनि एव इति अर्थम् अवगम्यते चेत् पूर्णं भवति. मम एकं प्रश्नमस्ति भगिनि, सर्वेषां कृते. तिष्ठद्गु प्रवृत्तीनि च सुपः सुपः सुपासः अव्ययीभावसमासः विभाषा इति अनुवृत्तिः दत्तमस्ति. किन्तु तिष्ठद्गु प्रवृत्तीनि समस्तपदमेव निपद्यन्ते पाणिनिना. तदनन्तरं सुपासः किमर्थं भवति इति अहं न अवगन्तुं शक्यते. तिष्ठगुः स्वयमेव समास अस्ति, परन्तु तिष्ठगुः अन्तर्भूतः निपातः शब्दः भवन्ति. अत्र तिष्ठगुः कोऽपि समस्त शब्दसमस्यां न करोति. अतः अव्ययम् अव्ययेन सह समासः अत्र नास्ति, परन्तु तिष्ठगुः अपि किं शब्दस्य सहेन समासः न भवति, परन्तु तिष्ठगुः अन्तर्भूतः शब्दः निपात अपि च अपूर्वनिपात आधारेण समासः अव्ययं समासः भवति. उदाहरणं यदा परन्तु अग्रे गच्छामः, यदि शब्द अस्ति माला शब्द अस्ति, अत्र वयं न पठितवान्, परन्तु माला ह्रस्वत्वं माल भवति, तर्हि माल उत्तरपदम् अस्ति, परन्तु माल अत्र उत्तरपदमपि तिष्ठगु अन्तर्भूतः शब्दः आयन्ति, अव्ययं समान आयन्ति, परन्तु माला स्त्रीलिङ्ग अस्ति, माला अदन्तं भवति, तदनन्तरं समासः भवति. प्रश्न उदेति, तिष्ठद्गु तिष्ठति गावा, तत्र दोहनकाले गाम् इति अर्थः अस्ति. तत् तिष्ठद्गु समस्तपदमस्ति वा? तिष्ठद्गु गा तत्र गावत् समस्तपदस्य अन्तर्भूता भवति न? तिष्ठगु निर्माणं तिष्ठद्गु निर्माणं भवति, गो स्त्रीलिङ्ग शब्दः अस्ति, परन्तु केवलं गो नास्ति, अग्रे वयं यु नो वदामः अन्यविषयः, परन्तु अत्र यदि वयं वयं पठितवान् यावत् आयति गवम् उदाहरणमस्ति, आयति गवं समानं उदाहरणानि भवन्ति आयति गवं, परन्तु अत्र तिष्ठगु स्वयमेव कोऽपि प्रयुक्तः नास्ति. तत् समीचीनं, तत्र अहं पूर्वमपि दृष्टवन्तः न, अनुरूपं प्रतिदेवम् इति कोऽपि समस्तपदम् अपि समस्तपदम् अस्ति चेत् अपि तस्य प्रयोजनं भवति अन्यसुबन्धेन सह एव व्यवहारे भवति. तथैव यत्रापि अस्ति तिष्ठद्गु आयति गव सहस्रभुषं पूतवसेभ्यवम् आयति गवम् एतानि शब्दानि निपातनानि तिष्ठद्गु प्रभृतीनि इति वर्गे. तदनन्तरं सुपासः अव्ययीभावसमासः भवति. अव्ययीभावसमासः तु पूर्वमेव अभवत्. तिष्ठगु प्रभृतीनि, तिष्ठगु प्रभृतीनि, अतः तिष्ठतु तिष्ठगु आदि अन्तर्भूतशब्दः सोप्सभा सः अव्ययभावः भवति. अतः यदि तिष्ठगु अन्तर्भूत शब्दः अस्ति यथा खलेयवम् इत्यादि, खलेयवम् इत्यादि शब्दाः भवन्ति, परन्तु यदा अत्र आयति गवं भवति तदनन्तरम् अन्यशब्दः अपि समासः भवति. गो आयति, भवान् वदति आयति गवम्, आयति गवं तस्य तत् पूर्वपदं भवति, उत्तरपदम् अन्य सुगन्धशब्दं भवितुम् अर्हति वा? मम अहं यु नो प्रीवियस्लि ऐ थाट् दट् आयति गवं यु नो पूर्वनिपातसम्बन्धे यु नो समानं भवति, परन्तु अत्र आयति गवं उत्तरपदम् उत्तरपदं यः अस्ति उत्तरपदं प्रधानम् अहं न वदामि, परन्तु अत्र अव्ययकः अस्ति, समास अव्ययम् अस्ति, परन्तु अव्ययं कोऽपि नास्ति अत्र. आयति गवम् अव्यय नास्ति, समास अव्ययः अस्ति, परन्तु अव्ययं पर्से कोऽपि नास्ति. अहं किञ्चित् वदामि महोदय. पश्यतु, तिष्ठद् प्रभृतिः आदिः येषां तानि तिष्ठद्गु प्रभृतीनि बहुव्रीहि इति दत्तमस्ति तत्र. तिष्ठद् प्रभृतिः एण्ड् वयं काव्ये एवं पश्यति इति भगिनी उक्तवती एतद् पद शब्दाः तु तिष्ठद् गु समस्तपदमस्ति. तिष्ठद्गु इति व्यवहारे काव्ये अस्ति, तिष्ठद्गु इति समस्तपदमेव अस्ति. तु तिष्ठद्गु अनद बहद् बहद्गु बहद्गु वा वहद्गु वा ऐ डोण्ट् नो बहद्गु तत्र गो इति शब्दस्य समासं भवति तिष्ठद् बहद् इति गणशब्देन गणे बहवः शब्दाः सन्ति इति तत्र दत्तम् आल्सो. अतः तिष्ठद्गु एव वयं स्वीकुर्मः एण्ड् तिष्ठद्गु समस्तपदमेव. तिष्ठद् अनन्तरं गो शब्दस्य समस्तपदं भवति तिष्ठद्गु. तिष्ठद्गु एव अस्माभिः स्वीकृतम् इति अहं चिन्तयामि. तिष्ठद्गु प्रभृतीनि यदि तिष्ठद्गु स्वयमेव अव्ययीभावसमासः अभूत् तस्य निपातं भवति. तदनन्तरं सुपासः अव्ययीभावसमासः किम् उक्तम् इति मम चिन्तनमस्ति. तिष्ठद्गु समासः इस् नाट् फार्म्ड् बै टु सुबन्त वर्ड्स्. न न, इट् इस् तिष्ठद् एवं गु गाव. तिष्ठद् एवं गाव that together made the tishtadgu or ayati gavam. Aam, right. Yeah. But, Danubhruti doesn't serve any more function. Right, that is my question. That was my question. Anuvritti, when they say tishtadgu pravritini eva samasaha. Tadanantaram supasaha avyayi bhavaha kim uttam iti mama chintara. Anyway, I'll ask Vidya Bhagini about it. We can ask in the class. For sure. So let us move forward, because otherwise... my question was only in the Anuvritti, not in the Tishtadgu Prabhupada. Right, good. So, Swayameva Avyayi Bhava Samasa Abhavad, Tadanantaran Supasaha Kim Anuvritti Karaniyam Iti Eva Mama Prashna. Yadi Tishtagu Prapritini Avai Bhava Samasa Vibhasha Tatra Kopi Chinta Nasti. Parantu Supaha Atra Prayojanikaha Artha Kaha Prashna. Right. I guess in Prakriya, when they are trying to guess the Prakriya is Uha Maha, the Prakriya Uha Kale, then maybe Supasaha and Avyayi Bhavaha may be useful, Mahodaya. Problem. Okay, anyway. Vinod Mahodaya, Agrimam Parichetam Patatam. Tishtu Gane Bahava Shabdaha Santi. Kechan Shabdaha Atra Diyante. Tishtagu shabdah niramartham hetu kopi sutrani prayujyate parantu shabdah yadi vayam vadamah tarhi pratham shabdah asti vrihadgu vahanti गावः यस्मिन् काले सः आयति गावम् अर्थः आयत्यो गावः यस्मिन् काले अत्र कालशब्दः प्रधानं शब्दः अस्ति अत्र परन्तु तत्र खले गुसं शब्दः अस्ति यदि खले गुसं शब्दः अस्ति तर्हि अर्थः कः आङ्ग्लभाषा एकः विषयः परन्तु अहं केवलं अत्र कृतवान् येन गले खलिहाने गुसं प्रवृत्तितः गुसं अर्थः अस्ति येन खलिहान् अर्थः अस्ति येन खलिहाने गुसं प्रवृत्तः अर्थः अस्ति तदनन्तरं काले भवति येन काले यस्मिन् काले No, aham kevalam at the yasmin kaal is okay too, but I just thought maybe pravritta, I was using it like a karmani or something like that, but I could be wrong there, But it's the kalihan, kalihane, busam pravartitah, yasmin kalihane, tadanantaram poota yavam artha kaha, poota yavam yatra busham dushitaha. Atra vayam at the time of winnowing barley I'm not even sure about that translation parantu poota yavan yatra busham dushitah poota mana yavam yatra go ahead you go ahead is it okay तदनन्तरं पूतयवम् एक रूपम् अस्ति परन्तु पूतयवम् उक्तः प्रत्ययः अस्ति पूतः यवं यत्र भुषं दूषितः देट्स् वै सेड् यु दूषितः तदनन्तरं पूतमानयवं पूत्रमानयवम् अर्थः आत्मनेपदि परन्तु शानच् अस्ति अत्र तदनन्तरं तदनन्तरं संस्कृतकुशं यत्र कुशं सङ्गृहीतः कलेक्टेड् तदनन्तरं संस्कृतयवं यत् यवं सङ्गृहीतः बुशम् एण्ड् यवं यद् भिन्न अर्थः तदनन्तरं परं तिष्ठद्गु परं तिष्ठद्गु अतः परं गावास्थितः आफ्टर् द काउस् they have established themselves. Tadanantam loon yavam. Loon is a kriyadi gandhatu. Artaha kartitaha yavam. The plants have been cut. So that means cutting has stopped now. It's a past tense. Kartitaha. Tadanantam luyamam. It's okay? Yeah, it's all, go ahead. All right, sir. So, tadanantram luya mana yavam. Now, atra atra api shanach pratya asti, kala vishesh asti, the katam is continuing. The process of katam is going on. Tadanantam anya aham anubhava na kritvan, parantu sanghuta vayam sanghitya mana shanat sanghita vasam samriha mana busam ityadi shanat pratyaha sambhumi shabdah tadanantaram another panchadash pratyah shabda bhavanti sampadati sushamam dushamam dishamam dushamam apar samam ayati samam prahanam prarathaṁ samprati asamprati brahmigram pradakshinam aparati dakshinam paap samam punya samam danda dandi musla musli एक अन्य अस्ति एषा केशी अपि परन्तु अत्र न लिखितवान् अतः सर्वे शब्दः अपूर्वनिपात आधारेण अवैभाव अत्र इच् कर्म व्यतिहारे गुणसूत्रात् इच् प्रत्ययान्त अस्ति इति कारणेन दण्डादण्डि मुसला मुसलि इत्यादि शब्दः अपि पूर्व अन्तर्भूतः भूताः इच् कर्म व्यतिहारे इति एकं पाणिनीयसूत्रमस्ति तदेव तत्र उल्लेखितमस्ति सूत्रस्य संख्या अहं वदामि Five four one two seven. तत्र ईच् प्रत्याहारस्य अनुबन्धलोपानन्तरम् इ एव अवशिष्यते तत्र पश्यते चेत् दण्डादण्डि अत्र उत्तरपदस्य अन्तिम ईकारम् अस्मिन् अस्य सूत्रस्य प्रसक्तिः भवति. दन्तदन्ति सम्बन्ध मुसलामुसलि एतानि अत्र द्वितीय उत्तरपदस्य इकारान्तम् ईच् कर्मव्यतिहारे इति सूत्रेण भवति. दण्डा दण्डा इति आकारान्तपदमस्ति दण्डा. यदि द्वित्वं कृत्वा अन्तिमपदस्य ईकारादेशं भवति अस्य सूत्रस्य कारणेन ईच् कर्म व्यतिहारे. ईच् कर्म व्यतिहारे सूत्रस्य किं केवलं चिन्तनार्थं वदामि. अस्तु, अत्र अग्रिमसम्प्रति सम् च प्रति उषा भगिनी आं महोदय. सम्प्रति सं च प्रति च द्वयोः समाहारः. सम्प्रति इत्यस्य एते अर्थाः सन्ति, अस्मिन् काले, इदानीम्, अधुना, एतर्हि, साम्प्रतम् इति. असम्प्रति अयोग्यकाले, अनुपस्थितकाले च. यथा तिष्ठन्त्यः गावः दोहनाय तिष्ठन्त्यः गावः यस्मिन् काले सः. तिष्ठद्गु गो दोहनकालः. I can hear the echo. Sorry. That's okay, Maudia. It's just funny because I can hear myself again. नाम यस्मिन् काले धेनवः स्थिररूपेण तिष्ठन्ति दुहनार्थं, सः कालः एव तिष्ठद्गु गोदोहनकालः. स्था इति धातुः अव्ययं नास्ति, तथापि अव्ययीभावसमासः सिध्यति अनेन सूत्रेण. एवमेव अन्यत्रापि तिष्ठन्त्यः गावः दोहनकाले. ओके, तिष्ठद्गु गोदोहनकालः नाम यस्मिन् काले धेनवः स्थिररूपेण तिष्ठन्ति दोहनार्थं, सः कालः एव तिष्ठद्गु. ओके, स्था इति धातुः अव्ययं नास्ति, तथापि अव्ययीभावसमासः सिध्यति अनेन सूत्रेण. ओके, एवमेव अन्यत्रापि तिष्ठद्गु इति समासस्य साधनार्थं प्रक्रियायाः अपेक्षा न वर्तते, तथापि प्रक्रिया कथम् अस्ति इति वयम् ऊहां कर्तुं शक्नुमः. अधोभागे प्रदर्शिता अलौकिकविग्रहवाक्यं स्थायोगः शत्रुयोगः ङीप् योगः गो. स्थायोगः शत्रुयोगः ङीप् यतिष्ठत्. ओके, स्थायोगः शत्रुयोगः ङीप् योगः गो. अत्र गोपूर्वकस्थाधातुतः शत्रुप्रत्ययस्य निपातनं कृत्वा तिष्ठद् इति शब्दः निष्पन्नः भवति. स्त्रीत्वविवक्षायां ङीप् इति प्रत्ययः भूत्वा तिष्ठन्ती इति शब्दः भवति. स्थास्थाने तिष्ठ इति आदेशः भवति. पाग्राद्मा स्थां न दाण् दृश् दृश् यर्ति सर्ति शदस्सतां पिब जिग्रध्म तिष्ठ मन यच्च पश्य पश्य पश्य अच्च दौ शी य सीधाः. ओके, पा इति पिब भवति, ग्रा इति जिग्र भवति. ओके, ध्म इति स्थाने तिष्ठ इति आदेशः पाग्रन्थसूत्रेण. ओके, तिष्ठयोगः शत्रुयोगः ङीप् योगः गो. तिष्ठयोगः अत् योगः ई अथो गुणे इत्यनेन अपदान्तात् अतः गुणे परे पूर्वपरयोः स्थाने एकः पररूपम् एकादेशः स्यात्. ओके, तिष्ठयोगः शत्रुप्रत्यय प्रत्यये इत् लेटर्स् निष्कासत्वं भवति, देन् अत् एव तिष्ठति. तिष्ठयोग अत् योगः इ ङीप् इति प्रत्ययेन इ इति भवति. तिष्ठयोगः अत् योगः इ तिष्ठयोगः अत् अकार तिष्ठ अकार योग अत् अत् अत् स्थाने अतो गुणे इत्यनेन अतः गुणे परे पूर्वपरयोः स्थाने एक एकरूपम् एकपररूपम् एक एकादेशः स्यात्. सो अयोगः अत् इति अत् एव तिष्ठति. ओके, दीर्घ नास्ति. ओके, तिष्ठत् योगः. भगिनी, अधोभागे अतो गुण इति गुण इति सूत्रस्य विवरणं दत्तमस्ति. पठित्वा पुनर् अवलोकनं कुर्मः. अतो गुणे सूत्रं किं वदति? अतो गुणे अप्पदान्तात् अतः गुणे परे पूर्वपरयोः स्थाने एकः पररूपम् एकादेशः स्यात्. गुणः इत्युक्तौ अ ए ओ. इदं सूत्रं वृद्धिरेचि अकस्सवर्णे दीर्घः इत्यनयोः अपवादसूत्रम्. अनुवृत्तिसहितसूत्रम् अप्पदान्तात् अतः गुणे पूर्वपरयोः एकः पररूपं संहितायाम्. अप्पदान्तात् अतः परे गुणः गुणवर्ण अस्ति चेत् अतः योगः गुणा भवति. पूर्वपरयोः अतः योगः गुणा स्थाने एकः एव अस्ति. गुणा एव पररूपमेव सिद्ध्यति. अकसवर्णे दीर्घः. अत्र दत्तमस्ति वृद्धिरेचि अकस्सवर्णे दीर्घः इत्यस्य जनयो अपवादः कथम् इति कथम् अपवादः भवति वा? वृद्धिरेचि इति सूत्रं वृद्धि भवति एच् परतः इति अतः लेट् मी ट्रै द अकस्सवर्णे दीर्घः अकः योग योगः अयोगः अ शुड् बि दीर्घ. अत्र दीर्घ नास्ति, पूर्वरू पररूपमेव सिद्ध्यति. पूर्वपरयोः स्थाने पररूपमेव सिद्ध्यति. अकस्सवर्णे दीर्घः इति सूत्रस्य अतो गुणे इति सूत्रम् अपवादं भवति. वृद्धिरेचि इति सूत्रं गेट्स् दि अनुवृत्ति वृद्धिरेचि सूत्रस्य अनुवृत्तिः अचीर अचिपरे या वृद्धिः अचिपरे. सो अत्र वृद्धिः न भवति परे एकार ओकार भवति चेत् साधारणतया वृद्धिः भवति. अकार परे एकार अथवा ओकार अस्ति चेत् अकारस्य पर अकार अस्ति चेत् अकसवर्णे दीर्घत्वं भवितुम् अर्हति. किन्तु अकारस्य परे एच् अन्तर्भूत एकार अथवा ओकार अस्ति चेत् वृद्धिः भवितुम् अर्हति. किन्तु अपदान्तात् अस्ति कृत्वा तस्य वृद्धिः एवं दीर्घत्वं प्रपाद्य अस्य सूत्रस्य प्रसक्तिः अस्ति. अतो गुणे इति सूत्रेण पूर्वपरयोः स्थाने पररूप एकादेशरूपेण आयाति. किन्तु वृद्धिरेचि अकसवर्णदीर्घ अपतान्तात् इति न उक्तम्. उक्तम् संहितायाम् ओके अस्तु अत्र अते गुणे इति अतो गुणे तिष्ठत् योगः इ इति तिष्ठ इति पदस्य अन्तिम अकारस्य एवं तदनन्तरम् अथ् प्रत्ययस्य शत्प्रत्ययस्य अकारस्य द्वयोः स्थाने पररूप अकार एव आयाति दीर्घं न भवति अत्र रसवर्णे दीर्घं भवति तत्कारणेन तिष्ठति इति दीर्घ तिष्ठति गाव आम् महोदय तिष्ठति गो तिष्ठति प्लस् गो अधुना न महोदय तिष्ठा इति अकारान्त अपदम् अत् तत्र सवर्णदीर्घसन्धिं बाधित्वा अधोगुणे कार्यं करोति तो तिष्ठत इति भवति इ अनन्तरम् आयाति न आम् आम् तदेव तत्र दीर्घ इकारं तकारात् परमस्ति कृत्वा तस्य दीर्घं भवति तिष्ठति इति तदेव महोदय उक्तं मैता नो महोदय तिष्ठायोगः तिष्ठति देन् हिषट् तिष्ठति तकार देन् इकार उषा भगिनि अधुना कण्टिन्यू महोदय पूर्वं प्रक्रिया पूर्वमस्ति पूर्वं तिष्ठति इति सिद्ध्यति तदनन्तरं गौ इति शब्दस्य किं भवति इति अग्रिमपरिच्छेदे दत्तमस्ति न ओके अधुना नुमागमः भवति शप् श्यनोर्नित्यम् इत्यनेन सूत्रेण अतः तिष्ठन्ति इति प्रातिपदिकं निष्पन्नं स्त्रीत्वविवक्षायां तिष्ठन्ति योगः गो इति समासस्य प्रातिपदिकं भवति तिष्ठन्ति इति स्त्रीलिङ्गपदस्य पुम्बद्भावः निपाद्यते इति कृत्वा ङीप् इति प्रत्ययस्य नुमागमस्य च निष्कासनं भवति अतः तिष्ठत् योगः गो इति भवति ओके नुमागमः भवति शप् श्यनोर् नित्यम् इत्यनेन स्था इति धातु भुवादिगणे अस्ति शप् श्यनोर् नित्यम् इत्यनेन सूत्रेण नुमागमः भवति वाट् इस् द रीसन् वै दे सेड् ओके तिष्ठन्ति इति स्त्रीलिङ्गपदस्य पुम्बद्भावः निपात्यते इति कृत्वा सूत्रं पठित्वा ओके शप् श्यनोर् नित्यम् ओके शप् श्यन् प्रत्ययोः अवर्णात् अङ्गात् शत्रान्त अङ्गस्य नित्यं नुम् आगमः भवति शी प्रत्यये नदी प्रत्यये च परे अनुवृत्तिसहितसूत्रं शप् श्यनोः आत् शतुः अङ्गस्य नित्यं नुं शी नद्योः आची नद्योः नुं फ्रम् देट् सूत्र शप् श्यनोः आत् शप् श्यन् ओके भुवादिगण अण्ड् दिवादिगण आत् आकारान्तदातु शतुः अङ्गस्य शत्रुः सिक्स् केस् नाट् षष्टिविभक्ति पदम् आफ्त शत्रुपदम् अङ्गस्य शतुः अङ्गस्य अनुवृत्ति आत् इति दत्तमस्ति तत् अवर्णात् इति आकारान्तदातु आची नद्यो नुम् रैट् फ्रम् देर् आत् दे हेव् गाटन् शी नद्योः दे हेव् गाटन् नुम् आत् शी नद्योः इति अनुवृत्तिः भवति आचि नद्योर्नुम् इति सूत्रस्य. ओके, षि नद्योः नित्यम् तत्र शप्स्यनोः शप्स्यन्यो नित्यो शत्रु शी नद्यो परतो नित्यं नौकामको भवति पचन्ति कुले पचन्ति ब्राह्मणि पचन्ति तत्र पचति बिकम्स् पचन्ति. ओके, दीप्यन्ति उदाहरणं न दत्तमस्ति. I think the shap the other one the achi nadyonum is the previous sutra 7180. Let me look at 7 achi num nadyo. Yeah, 780 achi nadyonum. Yeah, okay, yeah, achi previous... nadyo num no. At iti akarantasya dhatuh at abarnad nadi. Okay, nadi. Okay, at panchami ekavachanam shi nadyoh saptami dvivachanam saptami dvivachanam. Okay, shapshyanam or nityam iti sutrasya nadi we are not bothered. Okay, we are not bothered with any of that except for the shap. Okay, tishtat gu. Anuvritti shi nadyo num num iti purva sutra tayati shap shanyor shatru nati shi nadyo num nityam bhavati. So what does it say? Is shapshyan pratyayoho avarnat angat shatranta angasya nityam numagama bhavati shi pratyaye nati pratyaye chaparit tatra shi pratyaya iti iti eva vayam tatra ikaranta yo ye अधुना नुमागमा भवति शप्शन्योर् नित्यम् इति सूत्रेण तत् कारणेन तिष्ठति बिकम्स् तिष्ठन्ति. इट् शुड् बट् इट् डसन्ट् बिकास् आफ् द पुंवत् भाव आर् समथिङ्ग्. तत् भगिनी वास् टेल्लिङ्ग् दट् नो वी नाट् वी नीड् नाट् वरि अबौट् द पुंवत् भाग. बट् it did since because tishtati yo tishtati. Okay, because tishtati gava iti tishtat gu is tat tatra numagamasya chintanam stri pratyaya evam numagamasya nakarasya nishkasanam bhavati नुमागमस्य च निष्कासनं भवति. ओके, नीतिति प्रत्ययस्य नुमागमस्य च निष्कासनं भवति अतः तिष्ठत्योगः गो इति भवति. इट् डसन्ट् बिकम् तिष्ठन्ति. एकविभक्ति छा पूर्वनिपाते इति सूत्रेण गो इति नियतलिङ्गशब्दस्य उपसर्जनसंज्ञा भवति. एकविभक्ति छा पूर्वनिपाते इति सूत्रेण गो इति नियतलिङ्गशब्दस्य उपसर्जनसंज्ञा भवति. पूर्वमेव दृष्टवन्तः न पञ्चमी भयेन इति एक्साम्पल् इन् द बिगिनिङ्ग् विभक्ति पञ्चमी विभक्ति नियतविभक्ति भवति तस्य पुस्तस्य पूर्वनिपातं भवति चेत् उपसर्जनसंज्ञा अपि भवति. एकविभक्ति छा पूर्वनिपाते इति सूत्रेण गो इति नियतलिङ्गशब्दस्य उपसर्जनसंज्ञा भवति अपि च गो स्त्रियोरुपसर्जनस्य इति सूत्रेण गो इति स्त्रीलिङ्गशब्दस्य ह्रस्वत्वं भवति. ओके, गो इत्यस्य अन्ते ओकारः वर्तते, सः ओकारः दीर्घसंज्ञकः, तस्य ह्रस्वस्य उकारः भवति एचै ह्रस्वादेशे इति सूत्रस्य साहाय्येन. ओके, तिष्ठत् गु इति भवति. ओके ओके, तिष्ठति योगः, तिष्ठत् योगः गो इति भवति. गो इति पूर्व लैक् उपसर्जनसंज्ञा भवति. एकविभक्ति छापूर्वनिपाते इति सूत्रेण उपसर्जनसंज्ञा इति कारणेन तस्य पूर्वनिपातम् इति न स्वीकरणीयं. प्रथमानिर्दिष्टं समास उपसर्जनं, प्रथमानिर्दिष्टं समास उपसर्जनम् इति सूत्रेण उपसर्जनसंज्ञा भवति. बट् हियर् एकविभक्ति छापूर्वनिपाते इति सूत्रेण उपसर्जनसंज्ञा भवति. एकविभक्ति छापूर्वनिपाते एकविभक्तिछापूर्वनिपाते सूत्रसङ्ख्या का महोदय? सूत्रसङ्ख्या कः महोदय? सूत्रसङ्ख्या एकविभक्ति 44. यथा पञ्चमी वयन इति इन् द प्रीवियस् क्लास् हियर् यत् मेन्शन् न एकविभक्ति च पूर्वनिपात यथा पञ्चमी वयन इति पञ्चमी पुरुषविधायकसूत्रमस्ति. उपसर्जनं भवति प्रथमानिर्दिष्टम् उपसर्जनं पञ्चमी पायेन सुबन्धेन. हियर् एक स्त्री चोराद् भयम्. इन् दिस् क्लास् भगिनी हेड् टाट् अस् अबौट् दट् स्त्री या दिस् इस् द वन् उपसर्जनसंज्ञा. समासे सामान्यतया द्वयोः पदयोः मेलनं भवति इति ज्ञातमेव. तर्हि समासे द्वयोः पदयोः मध्ये किं पदं पूर्वं स्यात्, किं पदं परं स्यात् इति कथं निर्णीयते? तदर्थं पाणिनिना एका सुन्दरव्यवस्था कृता येन वयं सुलभतया ज्ञातुं शक्नुमः किं पदं पूर्वं स्यात्, किं पदं परं स्यात् इति. समासे उपसर्जनम् इति काचित् संज्ञा वर्तते. यस्य पदस्य उपसर्जनसंज्ञा भवति तत्पदं पूर्वप्रयोक्तव्यम्. अतः समासे उपसर्जनसंज्ञकस्य अभिज्ञानम् अत्यावश्यकम्. समासे कस्य उपसर्जनसंज्ञा भवति इति विवरणम् अग्रे दीयते. अष्टाध्याया उपसर्जनसंज्ञा सूत्रद्वयेन विधीयते. प्रथमानिर्दिष्टं समास उपसर्जनम् एकविभक्ति छापूर्वनिपाते च चेति सूत्रस्य विवरणम् अधः ओके अधः लिखितम् अस्ति. प्रथमानिर्दिष्टं समास उपसर्जनं विनो बट् एकविभक्ति छापूर्वनिपाते भगिनि दिङ्ग्य उपसर्जनस्य विषये अन्यत् सूत्रम् अस्ति एकविभक्ति छापूर्वनिपाते इति. एकविभक्ति छापूर्वनिपाते विग्रहस्य अवस्थायां ओके विग्रहस्य अवस्थायां यत् पदं नियतविभक्त्यां भवति तस्य पूर्वनिपातात् भिन्नकार्ये कर्तव्ये उपसर्जनसंज्ञा. विग्रहस्य अवस्थायां यत् पदं नियतविभक्त्यां. सो तिष्ठत् गो इति नियतविभक्ति ओके नियतविभक्त्यां भवति तस्य पूर्वनिपातात् भिन्नकार्ये कर्तव्ये उपसर्जनसंज्ञा भवति परन्तु तस्य पूर्वनिपातः न भवति. ओके, पूर्वप्रयोगः नास्ति. विग्रहे यत् नियतविभक्तिकं विग्रहे यत् नियतविभक्तिकं तत् उपसर्जनसंज्ञं स्यात् न तु तस्य पूर्वनिपातः. ओके, यत् नियतविभक्तिकं विग्रहवाक्यस्य दशायां यस्य पदस्य विभक्तिः निश्चिता अस्ति तस्य पदस्य उपसर्जनसंज्ञा भवति यदा तत्र पूर्वनिपातं विहाय अन्यकार्यं भवति. ओके, इदं संज्ञासूत्रमस्ति. एका विभक्तिः यस्य तत् एकविभक्तिः बहुव्रीहिः. ओके, पूर्वश्च असौ निपादः च इति पूर्वनिपातः कर्मधारयः. पूर्वश्च असौ निपातः. ओके, न पूर्वनिपातः अपूर्वनिपातः. ओके, एकविभक्ति च अपूर्वनिपाते अपूर्वनिपाते. ओके, तस्मिन् अपपूर्वनिपाते नञ् तत्पुरुषः. अपूर्वनिपाते. ओके, एकविभक्तिः प्रथमान्तं च अव्ययम्. अपूर्वनिपाते सप्तमीयन्तं प्रथमानिर्दिष्टं समास उपसर्जनम् इत्यस्मात् सूत्रात् समासः तथा उपसर्जनसंज्ञम् इत्यनयोः अनुवृत्तिः. अनुवृत्तिसहितसूत्रम् एकविभक्ति च अपूर्वनिपाते समासे उपसर्जनम्. ओके, धन्यवादः महोदय. दिस् इस् बेटर्. एका इति एका इति यत् पदं सूत्रे अस्ति तत् पदं निश्चितार्थे स्वीक्रियते. एकविभक्तिः इत्युक्ते नियतविभक्तिमत् पदम् इति. यस्य पदस्य विभक्तिः निश्चिता भवति तत् पदमेव एकविभक्तिमत् पदम् इति कथ्यते. यदा समासे द्वयोः पदयोः मध्ये एकं पदं नियतविभक्त्याम् अस्ति तस्य विभक्तेः परिवर्तनं न भवति, परन्तु अन्यपदस्य विभक्तेः परिवर्तनं भवितुम् अर्हति. अस्यां स्थित्यां यस्य पदस्य विभक्तेः परिवर्तनं न भवति तत् पदमेव नियतविभक्त्याम् अस्ति. एकविभक्ति च पूर्वनिपाते इति सूत्रेण यत् पदं नियतविभक्त्याम् अस्ति तस्य उपसर्जनसंज्ञा भवति, परन्तु पूर्वनिपातः न भवति. तर्हि उपसर्जनसंज्ञकस्य का आवश्यकता, तस्य प्रयोजनं किम्? समाधानम् अस्ति यत् उपसर्जनसंज्ञायाः अन्यप्रयोजनम् अस्ति. गोस्त्रियोर् उपसर्जनस्य इति एकं सूत्रम् अस्ति. तेन सूत्रेण गोशब्दः अथवा स्त्रीलिङ्गशब्दः उपसर्जनसंज्ञकः चेत् तदन्तस्य प्रातिपदिकं ह्रस्वत्वं भवति इति. ओके, अनेन ज्ञायते यत् उपसर्जनसंज्ञकस्य आं महोदय, वि टाक्ड् अबौट् इन् द क्लास्, ऐ टोटली फर्गॉट. This explanation Bhagani has not given here, but she had done it in the earlier class in the samasa introduction itself. That is why I took that page for us to read now. Oh, dhanyavada mohdaya. Yeah, yeah. So, tatra eka vibhakti cha purva nipata iti sutrena go iti niyata lingasya upasarjana samna bhavati. उपसर्जनसंज्ञा भूत्वा तस्य गोस्त्रियोर् उपसर्जनस्य इति सूत्रेण तस्य ह्रस्वत्वं भवति, न तु पूर्वनिपातम्. गो इत्यस्य अन्ते ओकारः वर्तते, सो दट् ओकारः बिकम्स् उकारः. धन्यवादः महोदय. अहमेक प्रश्न अर्वन् महोदय, गोस्त्रियोः उपसर्जनस्य सम्बन्धे मम प्रश्नः, अहं पठामि भैमी लघुसिद्धान्तकौमुदी इत्यादि, परन्तु अत्र अत्र वदति गो अपि गो स्त्रियोः गो अपि च स्त्री शब्दः स्त्रीवाचि स्त्रीलिङ्गशब्दे नास्ति, परन्तु गो शब्दः गोशब्दः अपि च स्त्रीशब्दः स्त्रियां स्त्रियाम् अधकारे टाप् डाप् चाप् इङ्क् इञ्च् इन् इत्यादि. परन्तु यदा ह्रस्वं भवति तर्हि गोह्रस्वं वयं जानीमः गो गु भवति, परन्तु इ आल्सो दीर्घ इकार अस्ति, इ दीर्घ इकार अस्ति, अत्र ह्रस्वमपि भवति. यदि ह्रस्वं भवति that's my problem, that has not been shown anywhere. We have accepted dirgh e only. Barantu yadi e asti haraswam atra api asti gostri gostri yoho artha yaha haraswam go api chah e asti. अत्र वि आर् कन्सर्न्ड् ओन्ली अबौट् गो शब्दः, नाट् नदीशब्दः. नदीशब्द इस् नाट् अवर् इण्ट्रेस्ट् नौ. अत्र तिष्ठत् योगः गो, दट् इस् गो इति उपसर्जनसंज्ञा प्राप्नोति एकविभक्ति च अपूर्वनिपाते इति सूत्रेण. तस्य उपसर्जनसंज्ञायाः लघुत्वं भवति, ओ उ भवति, गो मु भवति इति अहम् अवगच्छामि. No, I understand, but go, go, go, स्त्रियोः तत्र स्त्री इस् अनदर् स्त्री प्रत्ययान्तशब्दः. स्त्रियां दीर्घह्रस्वत्वं न दृश्यते किम्? बिकास् यु नो वि आर् नाट् टेकिङ्ग् एनि स्त्री उदाहरणम् अत्र. स्त्री प्रत्ययान्तशब्दः अत्र नास्ति. विनय महोदयस्य प्रश्नमस्ति, स्त्रियां तत्र ह्रस्वत्वं न दृश्यते इति एवं वा? अहं न पश्यामि, परन्तु इ दीर्घ इ अस्ति. यदि वयं यदा वयं अत्र तिष्ठ योग अत् योग इ कुत्र कुत्र इ आयाति? इ कः अस्ति अत्र? न न तिष्ठत् अत्र पश्यतु भवान् तिष्ठत् योगः गो इति तत्र ईकार नास्ति. तिष्ठ गो इति उपसर्जनसंज्ञा गो शब्दस्य एव उपसर्जनं भवति इति कृत्वा गो शब्दस्य अन्तिम ओकारस्य ह्रस्वत्वं भवति इति कृत्वा गु भवति. तिष्ठत् योगः गु तिष्ठत् गु इति भवति. स्त्री स्त्रीविवक्षा अत्र नास्ति, किन्तु सूत्रे स्त्री गो स्त्रियोरिति दत्तमस्ति चेदपि तत्र वयं केवलं गो इति शब्दस्य एव उल्लेखनं कर्तुं न शक्यते इत्र. किन्तु कारणम् अस्ति, वयं तिष्ठत् योगः गु गो इति शब्दस्य एव प्रक्रियां प्रक्रियां भवति अत्र. गो परिवर्तनं तु गु अहं जानामि, परन्तु अत्र उपसर्जनस्य यः गोस्त्रियोः कः विशिष्टः? अत्र प्रत्येकसम्बन्धे एकवचनान्तप्रयोग अस्ति. उपसर्जनसंज्ञक गोशब्द उपसर्जनसंज्ञक स्त्रीप्रयान्त प्रत्ययान्तशब्द. यदि गो गोशब्द उपसर्जन संज्ञक अपि च स्त्री प्रत्यान्त शब्द अपि च उपसर्जन संज्ञक द्वयम् उपसर्जन संज्ञक भवन्ति. यदि द्वयम् उपसर्जन संज्ञक भवन्ति तर्हि गो गो अपि च अत्र स्त्रियाम् अन्तर्भूता इम् आयति. यदि अत्र इ वयं कोऽपि सम्बन्धः नास्ति तर्हि नास्ति सम्बन्धः नास्ति अत्र तस्य प्रसिद्धिः अस्ति नास्ति न यत्र तत्र तु वयं वयं द्वौ एवौ शब्दः अस्ति अहं वयं षष्ठः एकमस्ति तिष्ठत् अन्यदस्ति गो इति कृत्वा स्त्री इति प्रत्ययस्य विवक्षा एवं नास्ति. As long as that's only one question, then there's another question I have about tishthanti. Maybe that's not a problem at this moment, but the second one was in relation to the kshatri pratyaha striling. That's my confusion more than anything else. You see, I'm seeing this word namagam and all that, and I don't understand the importance of namagam here when the word is called tishthanti. Tishthanti is a word coming from kshatri, and kshatri, when it happens kshatri, then it becomes ekvachan tishthanti, you know, automatically. Parantu, so tishthanti go iti samasasya pratipadikam bhavati, no problem here. Then tishthanti iti istri lingasya padasya pumbhava निपात्यते इति कृत्वा नीप् इति प्रत्ययस्य निमागस्य च निष्कासं भवति. न अत्र नीप् अपि आयाति, नीप् अपि आयाति, द नुमागमपि आयाति. अहं नुमागमस्य अस्तित्व न जानामि. यथा तिष्ठन्ति रूपम् अस्ति, तिष्ठन्ति रूपम् एकवचन क्षत्रि प्रत्ययः तिष्ठ समा तिष्ठ योगा क्षत्रि प्रत्ययः तिष्ठन्ति आयाति स्त्रीलिङ्गे स्त्रीलिङ्ग सम्बन्धे. सो नुमागमस्य अर्थः अहं न जानामि. अपि च विनय महोदय एकं वक्तुम् इच्छामि अत्र यदि अलौकिकविग्रहवाक्यं स्थायोगः क्षत्रियोगः नीपिति प्रत्ययः तिष्ठतु नीप् इति प्रत्ययं त्यजेत्तु केवलं सा योगः शत्रुयोगः गो इति भवति चेत् तत् पुंवत् भाव एव भवति. अहं न जानामि अर्थः अहं न जानामि. मेबि दट्स् द प्रोब्लम्. What is it called? No, what I'm saying is that don't confuse us. Let us not confuse ourselves with the Neep Pratyaya here. Okay. If it is only Sta plus Kshatri plus Go, then Ishtad becomes Ishtad, Tishtad plus Go. That is our Ishta Rupam. That's not a problem. Yeah. The Ishta Rupam is, Go has to become Go, no question about it. That's how it becomes Tishtad Go. प्रश्नमुदेति यदि अहं शत्रुप्रत्ययस्य स्त्रीरूपम् उपयोगं क्रियते चेत् तदेव स्त्रीप्रत्ययस्य प्रश्नं भवति. अत्र स्त्रीप्रत्ययमेव नास्ति. शत्रु स्थायोगः शत्रुयोगः गो इति भवति चेत् तिष्ठद्योगः गो एव भवति. तदर्थं तत्र नुवागमस्य एवं नीप्रत्ययस्य निष्कासनम् एव चिन्तनं न कुर्यात्. प्रायः निपातनं स्वयमेव वयं वदति क्रिया अत्र अपूर्व निपाते अतः प्रायः क्रिया इत्थमेव सम्यक् अपि च भवितव्यम्. अत्र कोऽपि चिन्ता नास्ति सम्बन्धे अन्य अन्य प्रत्ययसम्बन्धे इत्यादि, परन्तु यदा अपूर्वनिपाते अस्ति तत्र कोऽपि चिन्ता नास्ति अपूर्वनिपात। तत्र गोस्त्रियोरुपवचनस्य इस्मे अस्ति सूत्रस्य केवलं गो इति शब्दस्य एव प्रसक्तिः अस्ति अत्र ह्रस्वविषये, ह्रस्वत्वं विषये। एवं तिष्ठति इति शब्दस्य स्त्रीप्रत्ययं पुंवत् भावं त्यजतु इति भगिनी उक्तवती इति कृत्वा ङीप्रत्ययस्य स्थाने सुप्रत्यय पुंवद्भावं भवति चेत् स्थायोगशत्र इति भवति प्रातिपदिकरूपं, स्थायोगशत्र इति तिष्ठत् इति प्रातिपदिकं भवति, तिष्ठन् इति पुल्लिङ्गं, तिष्ठत् इति नपुंसकलिङ्गं, ङीप्रत्ययस्य तिष्ठति इति स्त्रीविषये स्त्री विवक्षायां, तत्र स्त्रीविवक्षायां न स्वीकरणीयं, केवलं प्रातिपदिकमेव वयं स्वीकृत्य स्थायोगशत्र इति तिष्ठति भवति, तदनन्तरं गो इति योजनेन तिष्ठद्योगः गो इति तिष्ठद् गो इति गोस्त्रिय उपसर्जनस्य कारणेन ह्रस्वत्वं भवति कृत्वा गु भवति, तिष्ठद्योगः गु तिष्ठद्गु इति अन्तिमरूपं भवति। तिष्ठद्गु प्रातिपदिकमस्ति अपि च तिष्ठद्गु महत्त्वं अस्ति यथा तिष्ठत् गु कालविशेषशब्दः अस्ति, तदनन्तरं तिष्ठत् गु प्रभृति अन्तर्भूतः अन्यशब्दः आयन्ति। विनयशर्मा महोदय, तिष्ठद्गु इति स्वीकरोतु स्वीकरोतु तिष्ठद्गु तो तिष्ठद् इति वयं पश्यामः स्था, यदा अरविन्दमहोदय येन उक्तं स्थायोगः शत्रुप्रत्ययान्तं विनीड् द रूपं तिष्ठत् इति विनीड् सो वि मेड् तिष्ठत् तिष्ठत् ओके। अनन्तरं सि this one स्त्रीलिङ्गं पुल्लिङ्गं that if you see we have to if go is a common for स्त्री or male cow male mean bull whatever so तिष्ठत् योग go तत् go इति शब्दः only if it is a female cow we can do the दोहन प्रक्रिया अतः वेन् वि डू द विग्रहवाक्यम् इट् बिकम्स् तिष्ठन्ति और् तिष्ठति इति भवति, तिष्ठन्ति एव तिष्ठन्ति इति भवति विग्रहवाक्ये, बट् प्रक्रियासमये वि केनाट् टेक् तिष्ठन्ति बिकास् प्रक्रिया ओन्ली गो शब्दः वि केन् टेक् इट् केन् बि गो अट् द मोमेण्ट् हियर् इट् केन् मीन् ओन्ली द फीमेल् गौ सो द तिष्ठन्ति गव प्रक्रियायां न भवति। सो यु आर् ओके वन् मोर् क्वश्चन् देन् तिष्ठन्ति अतः तिष्ठन्ति शत्रुसम्बन्धे कोऽपि नास्ति केवलं शत्रुसम्बन्धे एव प्रातिपदिकम् तत्र नीप्रत्ययं योजयित्वा वयं तिष्ठन्ति इति पदं निर्मामः तो दट् इस् द शत्रुपदं दट् इस् वै तिष्ठन्ति गावः गावः एक्चुलि ऐ रियलि रियलि लैक् टु विनय शर्मास् क्वश्चन् यु नो इट्स् अ वेरि ब्यूटिफुल् क्वश्चन् अण्ड् यु केन् रियलि रियलि गेट् कन्फ्यूस्ड् यु केन् गेट् कन्फ्यूस्ड् इट्स् अ लव्लि डौट् दोहनकाले गां तिष्ठन्ति इति अर्थे तिष्ठद् तिष्ठद्गु इति अव्ययसमस्तपदम् अस्ति, तस्य अलौकिकवग्रहवाक्यं स्ता योगः शत्रुयोगः ङीप् योगः गो भवति. ङीप् इति प्रत्ययः स्त्रीविवक्षायाम् अस्ति, गो इति दोहन गो इति कारणेन. तदनन्तरं उपसर्जनं तत्र तस्य सुपोधातुप्रातिपदिको इति सूत्रेण प्रत्ययस्य भवति कृत्वा ता योगशत्रु एव तिष्ठति. तत्र तत्कारणेन ङी प्रत्ययस्य निष्कासनं कारणेन प्रत्यय अपि निष्कासनं भवति. तस्य कारणेन यदि नुमागमस्य अपि न भवति. तत्कारणेन स्ता योगशत्रु एव प्रातिपदिकरूपमेव सिद्ध्यति. तदनन्तरं तत् तिष्ठत् इति भवति प्रक्रियाम् अनन्तरे. तिष्ठत् योगः गो. You have tried to connect go with the istriling, and I'm going to just read one line from you. It's in Hindi anyway. Yaha go se go shabd tatha istri se istriyam, dono shabd hain. Yaha go se go shabd tatha istri se istriyam ke adhikar mein vidhan kiye gaye top dop deep deep ityadi इन स्त्री प्रत्ययों का ही ग्रहण किया जाता है, ना कि स्त्री शब्द का. तो व्हेन दे से स्त्री शब्द, दैट मींस दे आर रेफरिंग टू गो आल्सो बाय द वे. एंड आई रिमेंबर विद्याभगिनी सेइंग कि गो शब्द हैज नथिंग टू डू विद स्त्रीलिंग. इट गो शब्द कुड बी फॉर पुल्लिंग एज वेल एज स्त्रीलिंग, इफ आई एम राइट, बट आई कुड बी रॉन्ग टू. या गो मींस पुल्लिंग का, आल्सो स्त्रीलिंग का. But right, here right. Only milking is possible with cow. That is why we have to take care. अत्र स्त्रीविवक्षा इदली विवक्षा भवति दोहनकाले इति कारणेन. And I think that is why there eka vibhakti cha Purvanivapapade also comes, that can come only, that I am not very clear about it. Niyata vibhakti ityukte eka eva vibhakti trishulingeshu moola eva tada pum stri napum sagal asti iti bhagyavatam. So, goto, it is in pullingam as well as in strilingam. The Niyasakti kadampi. Of course, I'm just, going away from the present discussion. We can continue the present discussion and later come to my... No. See, eka vibhakti cha apurva nipate. No, with respect to the... In our context, tishtat yogah go. So, go iti eva eka vibhakti bhavati. Tat karanene eva go iti shabdasya upasarjanam samya bhutva hrusvatvam bhavati. विग्रहवाक्ये यत् पदं तत्र एकविभक्ति च पूर्वनिपाते इति विवरणं दत्तमस्ति अधोभागे. गोमती पठति वा? पठामि. एकविभक्ति च अपूर्वनिपाते च पूर्वनिपाते विग्रहस्य अवस्थायां यत् पदं नियतविभक्त्यां भवति तस्य पूर्वनिपातात् भिन्नकार्यं कर्तव्ये उपसर्जनसंज्ञा भवति, परन्तु तस्य पूर्वनिपातः न भवति. समासे विद्यमाने यत् नियतविभक्तिकं द्वितीयसम्बन्धीनि बहुभिः विभक्तिभिः युज्यमाने एकैव विभक्त्या तत् उपसर्जनसंज्ञं भवति. ऐ नीड् द एक्स्प्लेनेशन् फ़र् देट् सेण्टेन्स् महोदय. समासे विधीयमाने यत् नियतविभक्तिकं द्वितीये सम्बन्धीनि बहुभिः विभक्तिभिः युज्यमाने अपि एकैव विभक्त्या तत् उपसर्जनसंज्ञं भवति. अत्र गो इति शब्दः अस्ति. समासे विधीयमानपदमस्ति गो इति पदं. तस्य नियतविभक्ति भवति किमर्थं चेत् तत् एव भवति अत्र समासप्रक्रियायां. विग्रहस्य अवस्थायां, सो विग्रहवाक्ये वित् रेस्पेक्ट् टु द अदर् वर्ड्स् ओन्लि गो हेस् एकविभक्ति. दट्स् हौ ऐ अण्डर्स्टुण्ड्. तिष्ठ स्था योगः दिस् दिस् दिस् अण्ड् देन् इट् गोस् आन् देन् इट् केन् टेक् वेरियस् विभक्तिस्. गो शब्द डसन्ट् हेव् एनि अदर् विभक्तिस् विभक्ति प्रत्ययास् एडेड् टु इट्. सो विग्रहवाक्ये यत् पदम् एका विभक्ति अस्ति, नियतविभक्ति. गवाः इति अत्र वित् रेस्पेक्ट् टु द विग्रहवाक्या अलोन्. यस्मिन् काले तिष्ठन्ति गावः दोहनार्थं, दट् इस् द विग्रहवाक्यम्. No, no, that is explanation of the samasa. Vigrahavakya is sta yoga, whatever, at, what, and all that. Alaukika vigraha, alaukika vigraha. Yeah, yeah. Alaukika vigraham, sta yoga. Gomati Bhagani, samase idhiya mane yat niyata vibhaktikam. Atra, samase vidhiya mane niyata vibhaktikam padam kimasti. तस्य द्वितीयसम्बन्धिनी बहुभिः विभक्तिभिः युज्यमाने अपि एकैव विभक्त्या तत् उपसर्जनसंज्ञं भवति. तत्र गो इति द्वितीयसम्बन्धिनी शब्दं तत्र अत्र तु तिष्ठत् अस्ति, यथा अन्यपदमस्ति तस्य तयोः अन्यविभक्तिः भवति चेदपि गो एव तिष्ठति, तस्य विभक्तिः न बिकास् इट् गेट्स् वाट् टु से लास्ट् वेन् वि प्रक्रिया. ओ ओके ओके, गाट् इट् सर्, गाट् इट्. सो एका एव विभक्तिः भवति. आम् अग्रिमं पठतु. एका विभक्तिः यस्य तद् एकविभक्तिः बहुव्रीः. पूर्वश्च असौ निपातश्चेच्च इति पूर्वनिपातः कर्मधारयः न पूर्वनिपातः अपूर्वनिपातः. तस्मिन् अपूर्वनिपाते नञ्यतत्पुरुषः एकविभक्तिप्रथमान्तं च अपूर्वनिपाते सप्तम्यन्तं प्रथमानिर्दिष्टं समास उपसर्जनम् इत्यस्मात् सूत्रात् समासः तथा उपसर्जनम् इत्यनयोः अनुवृत्तिः अनुवृत्तिसहितसूत्रम् एकविभक्ति च अपूर्वनिपाते समासे उपसर्जनम् एकविभक्ति उपसर्जनस्य द्वे संज्ञा अस्ति. उपसर्जनं प्रथमनिर्दिष्टं समास उपसर्जनम् अत्र एकविभक्ति च अपूर्वनिपाते इति अदर् संज्ञासूत्रं. सो एकविभक्ति च इत्युक्ते ऐ थिङ्क् इट् मीन्स् बोध संज्ञासूत्रात् अपूर्वनिपाते. पूर्वनिपाते न भवति उपसर्जनं प्रथमानिर्दिष्टम् उपसर्जनम् इति उपसर्जनसंज्ञा साधारणतया पूर्वं पूर्वपादनं भवति तस्य. अत्र अपूर्वनिपाते अत्र उपसर्जनसंज्ञा अस्ति, देन् आल्सो तत् पूर्वनिपात पदं न स्वीकरोति. भगिनि, देर् आर् टु कण्डीशन्स्. प्रथमानिर्दिष्टम् उपसर्जनम् what it specifies is that in the vidhi sutram, if prathama vibhakti nirdishtam padam asti chet tasya upasarjana sapnya bhavati tena karanena tasya purva nipatam bhavati upasarjanam purvam iti sutrena tat ekam, that is one group. The same upasarjana sapnya is used for eka vibhakti cha अपूर्वनिपाते. यदि अपूर्वनिपाते भवति एवम् एकविभक्त्यां नियतविभक्त्याम् अस्ति चेत् तत् पदमेव अपि उपसर्जनसंज्ञा भवति. इट् शुड् नाट् बी एस् अ पूर्वनिपात आल्सो, इट् हेस् टु बि एकविभक्तिकम्. इन् देट् केस् देट् आल्सो गेट्स् एन् उपसर्जन संज्ञा. In that case, what happens is that goes triyor upasarjanasya iti sutram karyam karoti, natu upasarjanam purva. One word is, for example, sarvanama, there is one word, sarvadini sarvanamani, so that gets a sarvanama. But sudo napumsakasya also, that sut pratyayaha sarvanama samna bhavati. But both are used as different conditions, no? The sarvadini sarvanamani, that sarvanamani is used as a sarvanama for a different purpose. Whereas when it comes to sudo napumsakasya, that sut pratyayanta padam, sut pratyayaha sarvanama, say, it also gets sarvanama. Sarvadini also gets sarvanama. Both are getting sarvanama, but both are used as the different purposes. Content. Right. Same way here, upasarjana also, if it is a prathama nirdishta vibhakti padam asti vidhi sutre, then that becomes a purva nipata, but eka vibhaktigam and not defined as purva nipatam, then also it gets upasarjana sampnya, but tasya rishuttam bhavati goes priyor upasarjana chedi sutrena. Okay. Ashtu mahade. Right. Okay. Then I think we have got... Mahode, did I understand eka vibhakti cha purva nipate? Or when you were saying something, I did not... Gomati Bhagini said she got it, but I don't know if I got it. So Vigrahavakya, right? Vigrahavakya, I thought Alaukika Vigrahavakya avasthayam yat padam eka vibhakti asti tat padam upasarjana sanyam bhavati, but it's not purvanipad. Yeah, see, that is why Vigrahasya avasthayam. विग्रहस्य अवस्थायां यत् पदं नियतविभक्त्यां भवति, दट् इस् वन् कण्डिशन्. आल्सो दट् शुड् नाट् बि हेविङ्ग् पूर्वनिपात. अपूर्वनिपात, it is eka vibhakti and apurvanipata. That is very clear. Apurvanipata. Apurvanipata is clear. No, let's do one thing. Suppose a word is niyata vibhaktiyam asti, by the vibhakti, what you call, in the vidhi sutra as a, in a prathama nirdishtam padam. In that case, what happens is, that will become a purva nipatam. If it is, that padam is eka vibhaktiyam asti, विग्रहवाक्ये, किन्तु विधिसूत्रकारणेन तस्य प्रथमानिर्दिष्टपदं भवति इति कृत्वा तस्य उपसर्जनं पूर्वम् इति भवितुम् अपि अर्हसि. तत्र तत्समये तस्य एकविभक्ति च पूर्वनिपाते इति कारणेन उपसर्जनसंज्ञा न भवति. महोदय, यु आर् सेङ्ग् ओन्लि इन् द समासविधायकसूत्र इफ् इट् इस् एकविभक्ति अण्ड् इट् इस् आल्सो प्रथमा विभक्ति देन् इट् इस् उपसर्जनसंज्ञा. बट् विग्रहवाक्ये एकविभक्तिमत्पदम् इस् उपसर्जनसंज्ञा बट् न पूर्वनिपात. लेट् अस् टेक् एन् एक्साम्पल् फार् द कन्फ्यूशन् पर्पस्. ऐ एम् टेलिङ्ग् वेरि क्लियर्लि फार् द कन्फ्यूशन् पर्पस्. सपोज् द प्रथमनिर्दिष्टं पदं गो अस्ति चेत् विधायकसूत्रे, देन् वाट् विल् हापन्? But there is no such samasa vidhayaka sutra where go. No, but for the clarity, no, for the clarity of the sutra, I am telling that. Okay. So, if there is that, a sutra, you know, where the samasa vidhayaka sutra has go as prathama vibhakti and eka prathama vibhakti, then it becomes upasarjana sanya and purva nipada. Right. Okay. In that case, that will not get a what you call upasarjana sanya. No, it will not get that. They will not get this thing goes through your upasarjanasya sushupto. Okay. But it will take upasarjanam purva iti kritva purva nipatam eva bhavati. Goes through your upasarjanasya, right. Will not apply. Okay. Will not apply. Okay. Right. H egrisa says we have discussed in Italy. Achi nam dyor num. Vinod Mahodaya, can you complete that one? The last sutra? Achi nam dyor num. Last sutra. Achi nam dyor num. Shi pratyaha va nadi pratyaha pare asti chet avarnat अङ्गात् शत्रान्तगस्य विकल्पेन नुम् आगमः भवति. अनुवृत्तिसहित आत् अङ्गात् शतुः वा नुम् क्षीण द्योः शीनध्योः अहं न जानामि शीनध्योः प्रत्ययः शीनद्योः अङ्गात् शत्रुप्रत्ययः अङ्गात् आत् अङ्गात् शत्रुप्रत्ययस्य शीप्रत्ययः एव नदी प्रत्ययः अस्ति परे अस्ति चेत् नुमागम विकल्पेन भवति भवति. सो शी प्रत्ययः अपि च शी शी प्रत्ययः अपि च नदी प्रत्ययः क्षत्रिप्रत्ययः श्री अपि च आतङ्गात् अङ्गस्य शत्रन्त अङ्ग ओ शत्रन्ताङ्गस्य अवर्णात् अङ्गस्य अङ्गात् अवर्णात् अङ्गस्य अवर्णात् अङ्गात् शत्रान्तस्य अङ्गस्य नुमागम भवति श्रीप्रत्यय नदीप्रत्यय परे अस्ति चेत्. ओके, ऐ थिङ्क् वि विल् नास्ट् Vidya Bhagini for some clarifications on the she's okay, the nominative, that accusative and the dual affix. Okay. Okay, I think we'll stop here. No, okay, at this again. Sure, right. Absolutely. धन्यवादः. धन्यवादः महोदय. धन्यवादः. धन्यवादः. नमस्ते.